गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविशेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् विशिष्टज्ञानादिजनकनिरूपणम् इत्यत्र स्मः तत्र त्रिविधं ज्ञानम् उदाहरणत्वेन अस्माभिः स्वीकृत्य परिशीलितम् आसीत् तत्र दण्डवान् पुरुषः इत्यत्र दण्डः दण्डवान् पुरुषः इति ज्ञानं तत्र ज्ञानं विषयतासम्बन्धेन पुरुषे अस्ति प्रकारतासम्बन्धेन दण्डवान् इत्यत्र अस्ति अपि च दण्डवान् पुरुषः इत्यत्र पुरुषः इति विशेष्यः अस्ति दण्डवान् इति विशेषणम् अस्ति यावत् दण्डं न जानीमः तावत् दण्डवान् इति ज्ञानम् अपि न भवति इति कृत्वा अत्र उक्तमस्ति तत्र विशिष्टज्ञानम् इति तर्हि दण्डेन विशिष्टः अस्ति पुरुषः इति कृत्वा यावत् विशिष्टः न जानीमः तावत् तादृशविशिष्टवान् यः पुरुषः अस्ति तस्य ज्ञानमपि न प्राप्यते इति उक्तम् द्वितीय उदाहरणम् अस्ति भूतलं दण्डीपुरुषवत् इत्यत्र पुनः अत्रापि दण्डीपुरुषवत् इति विशिष्टः अस्ति भूतलं तर्हि भूतलम् इति विशेष्यं दण्डीपुरुषवत् इति विशेषणं ज्ञानं विशेष्यतासम्बन्धेन भूतले अस्ति प्रकारतासम्बन्धेन दण्डीपुरुषवत् इत्यत्र अस्ति दण्डीपुरुषवत् इत्युक्ते तत्र पुरुषः यः अस्ति तस्मिन् पुरुषत्वम् अपि अस्ति दण्डः अपि अस्ति इति कृत्वा सा विशेषणता विशेषणे विद्यमानविशेषणता अत्र पश्यन्तु प्रकारता इति न उक्तं विशेषणविशेषभावः अस्ति तत्र विशेषणे विशेषणता अस्ति सा विशेषणता केन अवच्छिन्ना इति चेत् पुरुषत्वेन अवच्छिन्ना अपि च दण्डेन अवच्छिन्ना न तु दण्डत्वेन दण्डेन अवच्छिन्ना इति कृत्वा यावत् दण्डज्ञानम् अपि च पुरुषत्वज्ञानं न भवति तावत् दण्डीपुरुषवत् इति पदस्य ज्ञानं न भवति यावत् दण्डीपुरुषवत् इति ज्ञानं न भवति तावत् भूतलस्य अपि ज्ञानं न भवति इति कृत्वा अत्रापि विशिष्टज्ञानम् अपेक्षितम् अस्ति इदानीं तृतीय उदाहरणं दण्डविशिष्टः पुरुषः मक्षिकावान् इति ज्ञानम् अत्र ज्ञानं किम् इति चेत् मक्षिकावान् इत्येव ज्ञानं तत्रैव विशेष्यता अस्ति किन्तु मक्षिकावान् इति पदं वाक्ये विशेषणम् अस्ति ज्ञानं कुत्र अस्ति विशेष्यतासम्बन्धेन मक्षिकावान् इत्यत्र अस्ति तर्हि दण्डविशिष्टः पुरुषः इत्युक्ते दण्डीपुरुषः इति विशिष्टः अस्ति मक्षिकावान् इति ज्ञानं केन विशिष्टम् इति चेत् दण्डीपुरुषः इत्यनेन विशिष्टम् इति कृत्वा दण्डीपुरुषः इत्यत्र एव प्रकारता वर्तते तर्हि दण्डीपुरुषः इति प्रकारता यदस्ति तत्र दण्डीपुरुषः दण्डीपुरुषः इति शब्दे किं किम् अस्ति इति चेत् दण्डः अस्ति अपि च पुरुषत्वमपि अस्ति किन्तु इदानीं दण्डीपुरुषः इति वाक्ये किम् इति चेत् वस्तुतः तदेव विशेष्यम् अस्ति वाक्ये तर्हि अत्र किञ्चित् जाटिल्यमस्ति इत्युक्ते ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते इति चेत् तृतीयज्ञाने विशेषणे वर्तते विशेषणम् इति किमर्थं मया उक्तम् इति चेत् वाक्ये मक्षिकावान् इति पदं विशेषणम् एव भवितुमर्हति न तु विशेष्यम् यथा उन्नतः वृक्षः इत्यस्मिन् वाक्ये सर्वदा वृक्षः एव अत्र विशेष्यं भवति. उन्नतः इति उन्नतः वृक्षतः इति वदामश्चेदपि भवतु, वृक्षः उन्नतः यदा यस्मिन् कस्मिन् क्रमे वदामश्चेदपि सर्वदा वृक्षः इति द्रव्यमेव विशेष्यं भवति. तस्मिन् औन्नत्यं बोध्यते उन्नतः इति पदम् इति कृत्वा उन्नतः इति पदं सर्वदा विशेषणमेव भवति. एवं पक्षिकावान् इति पदं विशेषणमेव भवति कं प्रति? पुरुषं प्रति. वाक्ये तादृशमस्ति किन्तु ज्ञाने तद्विशेष्यं भवति. अस्तु, अस्य प्रतिपादनार्थं वाक्यद्वयम् अहं वदामि. घटमानय इति मया उक्तं. किं घटं मया आनेतव्यं? कः घटः मया आनेतव्यः इति प्रश्ने सति नीलो घटः आनयतु. नीलं घटं नीलघटम् आनयतु इति यदि अहं वदामि तत्र नीलं विशेषणं भवति, घटः विशेष्यं भवति. इत्युक्ते नीलं प्रकारः भवति, घटः विशेष्यं भवति. यस्मिन् घटे नीलरूपमस्ति तं घटम् आनयतु इति कृत्वा अत्र नीलो घटः इति ज्ञानं यदस्ति तत्र विशेष्य ज्ञानं विशेष्यतासम्बन्धेन घटे अस्ति, प्रकारतासम्बन्धेन नीलरूपे अस्ति. अस्तु, इदानीं भिन्नप्रश्नम् एतदेव नीलो घटः इत्येव उत्तरं. तत्र प्रश्नः भिन्नः अस्ति. घटे किं रूपम् अस्ति इति मम पौत्रः पृच्छति इति चिन्तयतु. सः न जानाति नील एतद् नीलरूपम् इति सः न जानाति. घटे किं रूपम् अस्ति इति चेत् नीलः घटः इति यदि अहं वदामि, नो चेत् घटः नीलः इति यदि अहं वदामि, क्रमः यत्किमपि भवतु. वस्तुतः अत्र घटः नीलः इति मया उक्तं. मम पौत्रेण किं ज्ञातुम् इष्टम् इति चेत् घटस्य रूपं किम् इति. तर्हि विशेष्यं ज्ञानस्य विशेष्यं भवति नीलरूपं, किन्तु घटस्य विशेषणमस्ति नीलरूपम्. तर्हि घटः नीलः इत्यस्मिन् वाक्ये पुनः नीलं विशेषणमेव भवति, घटः विशेष्यमेव भवति. किन्तु ज्ञानस्य विशेष्यं किम् इति चेत् नीलः, ज्ञानस्य प्रकारः किम् इति चेत् घटः इति. तत्र वैपरीत्यं भवति इति अवगन्तव्यमस्ति. अस्तु, एतावत् प्रश्नाः सन्ति वा? बुद्धं वा? तत्तु बुद्धं महोदय, परन्तु कथं जानीमः ज्ञाने तद् विपरीतरीत्या विशेष्यम् अपि च प्रकारः भवति इति? तत्र प्रश्नं श्रुत्वा, अतः एव प्रश्नं मया उक्तं खलु. अस्तु अस्तु, प्रश्नं श्रुत्वा. इत्युक्ते अत्र आकाङ्क्षा अस्ति चेत् तत्र ज्ञानं कीदृशं भवति इति तदेव मया उक्तं. कः घटः मया आनेतव्यः इति प्रश्नस्य उत्तरत्वेन नीलो घटः इति यदि अहं वदामि तत्र नीलरूपं, नीलरूपे प्रकारता, घटे विशेष्यता. अस्तु अस्तु, सम्यक्. किन्तु घटस्य रूपं किम् इति प्रश्नस्य उत्तरत्वेन यदि अहं घटः नीलः इति वदामि तर्हि अत्र विशेष्यं ज्ञानस्य विशेष्यं भवति नीलः, तदेव वक्तुम् अहम् इच्छामि खलु. इत्युक्ते अत्र पृथक्करणम् इति विवक्षा नास्ति, अत्र एकः एव घटः अस्ति, एकः एव घटः अस्ति, तस्य घटस्य रूपं किम् इति प्रश्नः. तदेव ज्ञातुम् इच्छति मम पौत्रः. बुद्धम् अत्र एतस्मिन् उदाहरणस्य सन्दर्भे द्वन्द्वः विशिष्टः पुरुषः मक्षिकावान् इति ज्ञाने प्रश्नः भवति कः पुरुषः इति. कीदृशपुरुषः एषः इति प्रश्नः. कीदृशः पुरुषः? मक्षिकावान् पुरुषः इति भवति वाक्यम्. तर्हि वाक्ये तु मक्षिकावान् इति विशेषणं भवति, परन्तु ज्ञाने मक्षिकावान् कः तर्हि पुरुषः इति, अतः ज्ञाने पुरुषः इति विशेषणं भवति, मक्षिकावान् इति विशेष्यं भवति. सत्यं पुरुषः ज्ञातः, किन्तु मक्षिकावान् इति नूतनज्ञानम् अत्र, अतः एव तद् विशेष्यं भवति, ज्ञानस्य विशेष्यं भवति. धन्यवादः. अस्तु तर्हि अग्रे गच्छामः. अस्तु भवान् एव पठतु महोदय, मयूर् महोदय. एतान् कार्यकार्यभावान् कार्यकारणभावान् आदाय एव इति. आम् आम्, एतान् कार्यकारणभावान् आदाय एव सर्वत्र ज्ञानोत्पादनिर्वाहः भवति. विशेषतः च वक्ष्यमाणं व्याप्तिज्ञानस्य परामर्शं प्रति कारणत्वं द्वितीयकार्यकारणभावेन निर्वहति. आद्यस्य निर्विकल्पज्ञानसाधकता तृतीयस्य तृतीय अन्यथासिद्धिनिरूपणोपयोगित्वं मुक्तावल्यादिग्रन्थेषु द्रष्टव्यम्. सर्वत्र च उपयोगात् अस्माभिः ते इह विशदतया निरूपिताः. अस्तु, तर्हि ये त्रीणि कार्यकारणभावान् वयं दृष्टवन्तः, ते सर्वेषां तेषाम् आधारेण एव सर्वत्र ज्ञानस्य उत्पादननिर्वाहः भवति. तर्हि तस्य अर्थः कः, निर्वाहः भवति? निर्वाहः इत्युक्ते मेनेजिङ्ग् इति. अस्तु अस्तु, ज्ञानोत्पादनस्य निर्वाहः भवति विशेषतः. अग्रे वयं द्रक्ष्यामः इत्युक्ते ज्ञान उत्पादनं कथं भवति इति तस्मिन् विषये. तस्मिन् विषये अस्तु, तत्र इतोपि चिन्तयामः अस्मिन्. अग्रे वदतु. अस्तु, अग्रे वक्ष्यमाणं व्याप्तिज्ञानस्य परामर्शं प्रति कारणत्वं, हा तत्र परामर्शः इति ज्ञानमस्ति, परामर्शं प्रति व्याप्तिज्ञानस्य कारणत्वम्. अस्तु, परामर्शस्य कारणमस्ति व्याप्तिज्ञानं, तत्र द्वितीयकार्यकारणभावः इति स्वीकृत्य तस्य अवगमनं भवति इति. कथम् इति प्रतिपादयति वा, कथं भवति? अस्तु, द्वितीयविध अनुमानविषये अस्माभिः अधीतं खलु, तत्र किञ्चित् अहं प्रश्नरूपेण पृच्छामि, तस्य उत्तरं वदति चेत् समीचीनबोधः. अस्तु, अनुमाने चत्वारि ज्ञानानि भवन्ति इति अस्माभिः अधीतं, तानि कानि इति वदति वा? अस्तु, यः कोऽपि जानाति सः वदतु. पक्षधर्मताज्ञानं, जातिज्ञानं, परामर्शज्ञानं. अस्तु, पक्षधर्मताज्ञानस्य आकारः कथं भवति? तत्र पर्वतः इति पक्षधर्मता इत्यत्र पर्वतवग्निमान् धूमात् इति उदाहरणे, तत्र धर्मः अस्ति धूमः, तत्र पर्वतः धूमवान् अस्ति इति पक्षधर्मता. अस्तु, धूमः पर्वते अस्ति. पक्षः इत्युक्ते यस्मिन्, पक्षः इत्यस्य अर्थः कः इति चेत् यस्मिन् हेतुः अपि च साध्यं द्वयमपि वर्तते सः एव पक्षः खलु. तर्हि पर्वतः दक्षः, पर्वते कः धर्मः अस्ति इति चेत् धूमः इति धर्मः अस्ति. धूमः पर्वते अस्ति, हेतुः पक्षे अस्ति इति ज्ञानमेव पक्षधर्मताज्ञानं. तज्ज्ञानं कथं लभ्यते, केन प्रमाणेन लभ्यते? प्रत्यक्षप्रमाणेन. उत्तमम्. अस्तु, द्वितीयज्ञानं, व्याप्तिज्ञानस्य आकारः कः? तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति, तत्र यथा यत्र यत्र धूमः यत्र तत्र वह्निः, यथा महानसम् उदाहरणं स्वीकुर्मश्चेत् त्यजतु, तत्र उदाहरणं व्याप्तिज्ञाने अङ्गं न भवति. तत्र धूमः तत्र तत्र वदतु वदतु. यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति. हा अस्तु, अत्र धूमः वह्निः इति इत्यस्मिन् स्थाने इत्यनयोः स्थाने हेतुः साध्यम् इति उक्त्वा वदतु. यत्र यत्र हेतुः तत्र अत्र अन्वयव्याप्तिः यत्र यत्र हेत्वाभावः यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः हा यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति व्याप्तिज्ञानम् एतद् ज्ञानं व्याप्तिज्ञानं केन प्रमाणेन कीदृशज्ञानमस्ति तत्र तत्र अन्यत्र दृष्ट्वा एव तत्र प्रत्यक्षं प्रथमं प्रत्यक्षं भूत्वा अनन्तरं स्मरणम् इति चिन्तयामः हा उत्तमं स्मरणात्मकं ज्ञानं उत्तमं धूमः पर्वते अस्ति इति ज्ञानं प्रत्यक्षज्ञानं यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति स्मरणात्मकं ज्ञानं बहुत्र हेतुं हेतुः अपि च साध्यं मिलित्वा दृष्ट्वा नो चेत् मिलित्वा अदृष्ट्वा अत्र व्याप्तिज्ञानं भवति स्मरणात्मकं ज्ञानम् अस्तु तृतीयं परामर्शः परामर्शज्ञानम् इदानीं तत्र पक्षधर्मताज्ञानम् अपि च तत्र व्याप्तिज्ञानं तत्र अनयोः आभ्यां ज्ञानाभ्यां तत्र परामर्शज्ञानं जायते किन्तु आकारः कः परामर्शज्ञानस्य आकारः कः तत्र यत्र यत्र यत्र यत्र धूमः तत्र तत्र वह्निः इदम् अयं पर्वतः धूमवान् अस्ति महोदय वदतु वह्निः व्याप्य धूमवान् पर्वतः इति उत्तमं वह्निः व्याप्य धूमवान् पर्वतः अत्र व्याप्तिज्ञानम् अस्ति खलु व्याप्तिज्ञानम् अस्ति इति कृत्वा एव वह्निर्व्याप्य धूमवान् पर्वतः इति परामर्शः कथं जायते इति चेत् पक्षधर्मताज्ञानं व्याप्तिज्ञानं द्वयमपि अस्मिन् ज्ञाने सङ्क्रमितम् इति मिलित्वा परामर्शज्ञानं जायते अन्तिमं तु अनुमितिज्ञानं साध्यवान् पक्षः वह्निवान् पर्वतः इति ज्ञानम् अस्तु इदानीं मेहुल् महोदय स्मारितम् इति कृत्वा भवानेव अत्र प्रतिपादयतु इदानीं विशेषतः वक्ष्यमाणं व्याप्तिज्ञानस्य परामर्शं प्रति कारणत्वं द्वितीयकार्यकारणभावेन निर्वहति व्याप्तिज्ञानस्य अत्र परामर्शं प्रति कारणं व्याप्तिज्ञानम् इति अस्ति तर्हि परामर्शः अत्र वयं यत् दृष्टवन्तः तर्हि वह्निव्याप्य धूमवान् पर्वतः इति परामर्शज्ञानम् अस्ति तस्य कारणं व्याप्तिज्ञानं भवति इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् अस्ति चेद् एव परामर्शज्ञानं भवति अतः परामर्शं प्रति व्याप्तिज्ञानं कारणं भवति अत्र द्वितीयविधकार्यकारणताभावः इति रक्षामः चेत् तत्र ज्ञानं किम् अत्र भूतलं दण्डिपुरुषवत् इति ज्ञानम् अस्ति तर्हि अत्र यत्र यत्र धूमः तत् कार्यं किम् अत्र महोदय भवता किं वक्तव्यं कारणम् इति द्वितीय उदाहरणे कारणं किं कीदृशज्ञानं कारणं द्वितीय उदाहरणे कीदृशज्ञानं कारणं भूतलं दण्डिपुरुषवत् इति ज्ञानं न न तत्र तत्तु ज्ञानस्य आकारः किन्तु कीदृशकारणं ज्ञानम् कीदृशज्ञानं कारणम् ओ कीदृशज्ञानं प्रथमवाक्यं पठतु प्रथमवाक्यं पठतु द्वितीयबिन्दौ तृतीयबिन्दौ द्वितीयबिन्दौ कुत्र पूर्वस्मिन् पुटे 167 विशिष्टवैशिष्ट्यावगाहि बुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानम् कारणं कारणं विशेषणतावच्छेदकप्रकारकज्ञानं कारणम् एवं परामर्शज्ञानं प्रति व्याप्तिज्ञानं कारणम् इति अत्र यदुक्तम् अत्र विशिष्टवैशिष्ट्य अवगाहिबुद्धिं प्रति विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम् तर्हि तत् प्रतिपादनीयं विशेषणता अवच्छेदकप्रकारकज्ञानम् इति व्याप्तिज्ञानम् इति व्याप्तिज्ञानं विशिष्टवैशिष्ट्य अवगाहिबुद्धिः इति परामर्शः तत् प्रतिपादयतु परामर्शः इति विशिष्टवैशिष्ट्यावगाहिबुद्धिं ज्ञानं भवति तर्हि तस्य तं प्रति अत्र व्याप्तिज्ञानं कारणं भवति विशेषणता अवच्छेदकप्रकारकज्ञानम् अत्र विशेषणता अवच्छेदकप्रकारकज्ञानम् इति यत्र यत्र धूमः तत्र तत्र वह्निः इति अस्ति तर्हि तत्र धूमत्वम् अपि च तत्र व्याप्तिज्ञाने धूमः अपि अस्ति वह्निः अपि अस्ति तर्हि धूमत्वम् अपि च वह्नित्वम् इति अवच्छेदकः भवतः तत्र अत्र अतः विशेषणता अवच्छेदकप्रकारकज्ञानं कारणं तर्हि न न समीचीनतया न उक्तम् इतोपि वक्तव्यम् इतोपि वक्तव्यम् इत्युक्ते अत्र प्रकारता कुत्र वर्तते प्रकारता इति व्याप्तिज्ञाने वर्तते अस्तु तर्हि प्रकारता व्याप्तिज्ञाने वर्तते अस्तु इदानीं परामर्श इति ज्ञानमस्ति तदेव कार्यमस्ति खलु परामर्शज्ञानस्य आकारं वदतु प्रथमं वाक्यं वदतु वह्निव्याप्य धूमवान् पर्वतः अस्तु इति ज्ञानम् इदानीं वह्निव्याप्य धूमवान् पर्वतः अस्मिन् ज्ञाने ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते विशेषणतासम्बन्धेन कुत्र वर्तते विशेष्यतासम्बन्धेन पर्वते वर्तते उत्तमं विशेषणतासम्बन्ध क्षम्यता प्रकारतासम्बन्धेन वह्निव्याप्य धूमवान् इति उत्तमम् इति विशेषणं भवति अतः प्रकारता तत्र वर्तते सत्यं ज्ञानं प्रकारतासम्बन्धेन वह्निव्याप्य धूमवान् इत्यत्र भवति इत्यत्र वर्तते अस्तु इदानीं वह्निव्याप्य धूमवान् इति विशेषणम् अस्ति पर्वतवाक्ये खलु वह्निव्याप्य धूमवान् पर्वतः इत्यत्र वह्निव्याप्य धूमवान् इति विशेषणमस्ति पर्वतः इति विशेष्यस्य तर्हि वह्निव्याप्य धूमवान् इत्यत्र विशेषणता अस्ति वह्निव्याप्य धूमवान् इति विशेषणं केन अवच्छिन्नमस्ति धूमत्वम् इत्यनेन अपि च धूमत्वं कुत्र वर्तते धूमे एव धूमत्वम् अस्ति खलु अत्र धूमवान् इति अस्ति ओ अस्तु धूमवान् इति तदेव विशेषणं तर्हि धूमवती किमस्ति धूमवती पर्वतः अस्ति खलु न न न वह्निव्याप्य धूमवान् इति विशेषणे अवच्छेदकः अत्र किं किम् अस्ति वह्निव्याप्य धूमवान् इत्यत्र किं किम् अस्ति इति वक्तव्यं वह्निः अस्ति धूमः अपि अस्ति न केवलं वह्निः अस्ति इति वदति चेत् तत्र व्याप्तिः न भवति खलु ओ वह्निव्याप्यता अस्ति अस्तु समीचीनं तर्हि प्रथमं तत्र धूमः अस्ति इति उक्तं धूमत्वम् अस्ति इति भवता न उक्तम् इदानीं समीचीनतया उक्तं वह्निव्याप्य धूमवान् इति विशेषणे धूमः अस्ति खलु धूमः अस्ति अपि च वह्निव्याप्यत्वम् अपि अस्ति वह्निव्याप्यत्वमस्ति वह्निः केवलं नास्ति वह्निव्याप्यत्वमस्ति वह्नि व्याप्यत्वं तर्हि वह्नि व्याप्यत्वेन अवच्छिन्ना अस्ति विशेषणता अवच्छेदकप्रकारकज्ञानं तत्र अवच्छेदकं किम् इति वक्तव्यं तावदेव वह्नि व्याप्यत्वम् इति एकम् अवच्छेदकं धूम इति द्वितीयम् अवच्छेदकं धूम एव न तु धूमत्वं सत्यं हा यथा दण्डीपुरुषः इत्यत्र दण्डः अवच्छेदकः अस्ति अपि च पुरुषत्वम् अवच्छेदकमस्ति सत्यं सत्यं एवं वह्निव्याप्यत्वम् इति एकम् अवच्छेदकं द्वितीयं धूमः नो चेत् न न अत्र वह्निव्याप्यत्वम् इति अवच्छेदकं साक्षात् न भवति वस्तुतः अत्र वह्निव्याप्यधूम इति एकमेव पदमस्ति खलु तर्हि वह्निव्याप्यधूमवान् इति विशेषणम् अस्ति तत्र अवच्छेदकः कः इति चेत् वह्निव्याप्यधूमः एव अवच्छेदकः अस्ति वह्निव्याप्यधूमः वह्निव्याप्यधूमः एव अवच्छेदकः अस्ति तर्हि विशेषणता वह्निव्याप्यधूमवान् इति विशेषणे या विद्या विशेषणता विद्यते सा विशाशिरता सा विशेषणता केन अवच्छिन्ना इति चेत् वह्निव्याप्यधूमेन अवच्छिन्ना अस्ति तादृशधूमवान् तर्हि वह्निव्याप्यधूमः इति ज्ञानं यावत् न भवति तावत् वह्निव्याप्यधूमवान् पर्वतः इति अपि ज्ञानं न भवति खलु तर्हि वह्निना व्याप्ति वह्निव्याप्यधूमः इति एव व्याप्तिः वदति खलु व्याप्तिज्ञानं किं वदति यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति वदति खलु तर्हि यावत् वह्निव्याप्यधूमः इति ज्ञानं न भवति तावत् वह्निव्याप्यधूमवान् पर्वतः इति ज्ञानमपि न भवति अतः एव व्याप्तिज्ञानस्य इति कारणं भवति परामर्शस्य परामर्श यथा यावत् दण्डीपुरुषवत् इति ज्ञानं न भवति तावत् दण्डीपुरुषवत् भूतलम् इति ज्ञानमपि न भवति भूतलस्य ज्ञानं यथा न भवति तथा वह्निव्याप्यधूमः इति ज्ञानं यावत् न भवति तावत् वह्निव्यापधूमवान् पर्वतः इति अपि ज्ञानं न भवति अतः द्वितीयविधम् इति अत्र उक्तं निर्वाहाय विशेषतः वक्ष्यमाणं व्याप्तिज्ञानस्य परामर्शं प्रति कारणत्वं द्वितीयकार्यकारणभावेन निर्वहति इति अस्तु इदानीम् अग्रे आद्यस्य इति तत् श्रीराममहोदय प्रतिपादयति वा आद्यस्य निर्विकल्पकज्ञानसाधकता तावद् वदतु आद्यस्य इत्यस्य अर्थः कः अत्र आद्यस्य त्रिविधविशिष्टज्ञानम् अधीतं खलु तत्र प्रथमः तत्र विशिष्टबुद्धिं प्रति विशेषज्ञानं विशेषणं विशेषणज्ञानं तदेव आद्यः सत्यं तस्य प्रयोजनं किम् इति चेत् तादृशकार्यकारणभावं जानीमश्चेत् कुत्र तस्य प्रयोगः प्रयोजनं भवति इति चेत् वदतु आद्यस्य निर्विकल्पकज्ञानसाधकता निर्विकल्पकज्ञानसाध्यार्थं वा हा निर्विकल्पकज्ञानस्य आकारः एकं वदतु उदाहरणमेकं वदतु तत्र निष्प्रकारकं निर्मिकम् इदं किञ्चित् इत्यत्र हा सत्यम् इदं किञ्चित् इति ज्ञानमस्ति खलु इदं किञ्चित् इति ज्ञानं कथं भवति इति बोद्धुं प्रथमविधकार्यकारणभावः स्वीक्रियते इति अत्र उक्तं तद् निरूपयतु इदानीम् अस्तु प्रथमविधकार्यकारणभावे तु तत्र उदाहरणमस्ति दण्डवान् पुरुषः तत्र दण्डज्ञानं विना तत्र दण्डवान् इति व्यापारं न तत्र ज्ञानं न भवति इदानीम् इदं किञ्चित् इत्यत्र किञ्चित् इति वस्तु कथं इदं किञ्चित् अत्र विशेषणं विशेषज्ञानं किञ्चित् त्वम् अस्ति वा किञ्चित् त्वं चिन्तयतु, इदं किञ्चित् प्रथमम् इदं किञ्चित् इत्यत्र किं विशेषणं किं विशेष्यं? तत्र किञ्चित् द्रव्यम् इति स्वीकुर्मः चेत् तत्र द्रव्यत्वम् इति विशेषणं भवति इति अहं चिन्तयामि. न न महोदय, यदि द्रव्यम् इति वदति चेत् तत्र विशिष्टं निर्विकल्पकं नास्ति खलु? इदन्ता अस्ति वा? भवतु, प्रथमम् अत्र इदं किञ्चित् इति वाक्ये विशेषणं किं विशेष्यं किम् इति वदतु. यथा पुरुषः दण्डवान्, पुरुषः दण्डवान् इत्यत्र विशेषणं किं विशेष्यं किम्? पुरुषः दण्डवान् इत्यत्र पुरुषः विशेष्यं दण्डवत्वं विशेषणं. दण्डवान् इति विशेषणं वाक्ये, वाक्ये विशेषणं तावदेव अहं पृच्छामि. एवम् इदं किञ्चित् इत्यस्मिन् वाक्ये विशेषणं किं विशेष्यं किम्? तत्र इदम् इति विशेष्यं भवति वा तदा? हा समीचीनं, तदेव इदं विशेष्य विशेष्यं भवति. हा इदम् इति विशेष्यं, किञ्चित् इति विशेषणं विशेषणं. हा तर्हि यावत् दण्डः न जानीमः तावत् पुरुषं न ज्ञायते. दण्डज्ञानं विशेषणज्ञानं विना विशिष्टबुद्धिः न जायते इति यथा उक्तं प्रथमविधकार्यकारणभावे, एवम् इदानीं वदतु निर्विकल्पकज्ञाने किं वक्तव्यम्? यावत् तत्र किञ्चित्त्वम् इति ज्ञानं न अस्ति तावत् इदं किञ्चित् इति ज्ञानं न भवति वा? हा इदम् इति ज्ञानमेव न भवति, किञ्चित् इति ज्ञानं विना इदम् इति ज्ञानमेव न भवति. इत्युक्ते अत्र किमपि द्रष्टव्यं खलु. इदं किञ्चित् इति ज्ञाने किञ्चित् अदृष्ट्वा इदम् इति वक्तुं शक्यते वा? न, किञ्चित् दृष्ट्वा एव वक्तुं. हा किञ्चित् किमपि द्रष्टव्यं, किञ्चित् दृष्ट्वा एव इदम् इति वक्तुं शक्यते खलु. किञ्चित् किमपि द्रष्टव्यं द्रष्टव्यं, किन्तु तत् किञ्चित् किम् इति न जाने, किन्तु किञ्चित् दृष्ट्वा एव इदम् इति वक्तुं शक्यते. यथा दण्डं ज्ञात्वा एव पुरुषस्य ज्ञानं भवति, तथा किञ्चित् इत्युक्ते तत्र प्रायः संथिङ्ग् ब्लाक् इति अस्ति इति चिन्तयतु. तत्र ब्लाक् इति अस्ति इति ज्ञानं विना किमपि न वक्तुं शक्यते इति इत्युक्ते तत्र सर्वत्र अन्धकारः अस्ति इति चिन्तयतु. किञ्चिदपि न दृश्यते खलु अन्धकारः. यदि किञ्चिदपि न दृश्यते, किञ्चित् इदम् इति ज्ञानमेव न भवति खलु. तर्हि किञ्चित् द्रष्टव्यम् अस्ति, तदा एव इदम् इति ज्ञानं जायते इति कृत्वा निर्विकल्पज्ञानं निर्विकल्पज्ञानस्य निर्वाहः कथं क्रियते इति चेत् प्रथमविधकार्यकारणभावं स्वीकृत्य तत्र निर्वाहः क्रियते. अत्र साक्षात् विशेषणज्ञानं विशिष्ट विशिष्टबुद्धिं जनयति इति. नो चेत् विशेषणज्ञानं विना विशिष्टज्ञानं न भवति इति. सत्यम्, अवगतम्. अस्तु समीचीनं, तर्हि भवानेव अग्रिममपि तृतीयस्य तृतीयकार्यकारणभावस्य प्रयोगः प्रयोजनं कुत्र इति उक्तमत्र. तृतीयानि अथ तृतीय अन्यतासिद्धत्व अन्यतासिद्धनिरूपणम् तृतीय अन्यतासिद्धनिरूपणम् अस्तु. तत्र तृतीय अन्यतासिद्धम् आकाश तत्र आकाश उत्तमं आकाशः तत्र घटं प्रतिकारं न भवति. तृतीय अन्यतासिद्धनिरूपण उपयोगित्वा अस्तु तस्मिन् विषये चिन्तयेम. आकाशः किमर्थं घटं प्रति न कारणम्? तत्र पूर्व तस्य पूर्ववृत्तित्वं शब्दं प्रति अस्ति कारणतः तस्य पूर्ववृत्तित्वं शब्दं प्रति अस्ति इति कृत्वा. पूर्ववृत्तित्वं शब्दं प्रति अस्ति इत्यस्य अर्थः कः? अतः पूर्ववृत्तिः अस्ति घटं प्रति तु तस्य कारणतः शब्दं प्रति अस्ति. न इतोपि समीचीनं भवान् तु वदति किन्तु अत्र मुख्यांशः कः इति भवता न उक्तम् इत्युक्ते अस्तु महोदय इदानीं घटं प्रति आकाशः घटं प्रति कारणं वा इति प्रश्ने आकाशः तस्मात् शब्दस्य समवायिकारणम् अस्ति इति कृत्वा तत्र आकाशः शब्दस्य कारणम् अस्ति तस्य पूर्ववृत्तित्वा ज्ञात्वा तत्र ज्ञात्वा एव वयं घटं प्रति तस्य कारणता वदेम इदानीं समीचीनतया उक्तं पूर्ववृत्तित्वं पूर्ववृत्तित्वम् इति वस्तु नास्ति वस्तुतः अत्र शब्दम् आकाशः आकाशस्य अस्तित्वं कथं निरूपितं शब्दस्य किमपि अधिकरणं भवेत् इति खलु तर्हि शब्दज्ञानं विना आकाशस्य ज्ञानं न भवति तर्हि आकाशस्य अस्तित्वम् एव अन्या अधीनमस्ति इति कृत्वा अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वा एव यस्य यत् कार्यं परि पूर्ववृत्तित्वं गृह्यते तस्य तत् कार्यं प्रति अन्यतासिद्धत्वम् इति तृतीयविध अन्यतासिद्धत्वम् यावत् यावत् शब्दस्य कारणम् आकाशः इति न जानीमः तावत् घटं प्रति आकाशस्य कारणम् एव न चिन्तयितुं शक्यते खलु इति कृत्वा तदेव अत्र उक्तं तर्हि इदानीम् अन्यथा तृतीयविध अन्यथासिद्धत्वम् इत्युक्ते किम् इति अस्माभिः अधीतं तर्हि इदानीं तस्मिन् विषये चिन्तयतु तृतीय अन्यथासिद्धिनिरूपणे उपयोगित्वम् इति तत् समर्थयतु इदानीं तत्र ज्ञानं कीदृशं भवति तत्र ज्ञानसाकारः किं भवति आकाशः कारणं घटं प्रति कारणं नास्ति इति ज्ञानं वा महोदय वदतु भवानेव अत्र किम् अस्तु आकाशं प्रति घटं प्रति आकाशः कारणं नास्ति अत्र किञ्चित् अहं वदामि अहं चिन्तयामि अत्र मक्षिकावान् इति विशेषणम् अस्ति तृतीय उदाहरणे तत्र दण्डविशिष्टः पुरुषः इत्यस्य यदा ज्ञानम् इत्युक्ते पुरुषत्वस्य अथवा दण्डः इत्यस्य विषये ज्ञानं न भवति चेत् मक्षिकावान् कः इत्यस्यापि ज्ञानं न भवति अतः तत् ज्ञात्वा एव मक्षिकावान् पुरुषः अस्ति इति ज्ञानं भवति अतः अत्र अन्यथा सिद्धत्वं यत् वयं दृष्टं तत् तृतीयविधः तदेव तथैव अत्रापि भवति न बुद्धं यावत्पर्यन्तं दण्डः अपि च पुरुषस्य ज्ञानं न भवति तावत्पर्यन्तं मक्षिकावान् कः इत्यस्य ज्ञानमपि न भवति यथा आकाशस्य ज्ञानम् अत्र शब्दसमवायिकारणम् आकाशम् इति ज्ञात्वा एव घटं प्रति आकाशस्य वयं कारणं ज्ञातुं न महोदय क्षम्यताम् अत्र किं करणीयं द्वितीय अत्र यद् भवता उक्तं तत्र परामर्शस्य ज्ञानं परामर्शज्ञानस्य आकारः कः इति उक्तं खलु तद् आकारम् उक्त्वा तत्र विशेष्यता ज्ञानं विशेष्यतासम्बन्धेन कुत्र अस्ति विषयप्रकारतासम्बन्धेन कुत्र अस्ति इति उक्त्वा तदनन्तरं तस्य प्रतिपादनमपि कृतं खलु विशेषणता अवच्छेदकप्रकारकज्ञानम् इति तादृशम् अत्रापि वक्तव्यम् तर्हि तृतीयविध अन्यतासिद्धे ज्ञानस्य आकारः कः इति प्रथमं वक्तव्यम् अस्तु तत्र दण्डविशिष्टः पुरुषः मक्षिकावान् इति ज्ञानस्य आकारः न अन्यतासिद्धत्वम् अत्र दण्डविशिष्टः पुरुषः मक्षिकावान् इति अन्यतातिर्यतस्य उदाहरणं नास्ति. अस्तु, अन्यथासिद्धत्वम् इत्यस्य अन्यथासिद्धत्वज्ञानं भवति खलु, तृतीयविध अन्यथासिद्धत्वज्ञानं भवति खलु, तद् तस्य ज्ञानस्य आकारः कः इति उक्त्वा तस्मिन् तस्य ज्ञानस्य तद् ज्ञानं विशेषतासम्बन्धेन कुत्र अस्ति, प्रकारतासम्बन्धेन कुत्र अस्ति इति उक्त्वा तदनन्तरं चिन्तनीयम्. अस्तु अस्तु, तत्र तृतीयविध अन्यथासिद्धत्वे ज्ञानस्य आकारः कुत्र, घटं प्रति आकाशकारणं न भवति इति वदति, कारणं न अकारणं, किन्तु पूर्णरीत्या वदतु. अत्र ज्ञानम् अत्र हेतु हेतुना सह वक्तव्यं खलु, अकारणत्वम् अस्ति ज्ञानम् घटं प्रति वदतु, अत्र ज्ञानं किम् इति वदतु भोः. हा, ज्ञानं किम् इति अहं चिन्तयामि. अत्र घटाकाशः इति अथवा घटस्य आकाशः आकाशः घटकार्यं प्रति अन्यथा सिद्धः इति ज्ञानं खलु. आकाशः घटकार्यं प्रति अन्यथा सिद्धः, अत्र हेतुः कः? आकाशः हेतु आकाशः पक्षः इति घटः इति न न न अत्र अत्र अनुमानं नास्ति. पक्षः हेतुः इति तादृशं कृपया मा चिन्तयतु. आकाशः घटकार्यं प्रति अन्यथा सिद्धः इति ज्ञानम्, किन्तु तत्र किमर्थम् इति अपि योजनीयं तावदेव. शब्दं प्रति कारणं किमपि इत्युक्ते अत्र अन्य तस्य कारणत्वस्य अधीनत्वात् इति किमपि वदेम. अत्र इतोपि एकेन पदेन वक्तुं शक्यते हेतुः, तत् तस्मिन् विषये अनन्तरं प्रयासं कुर्मः. भवतु, यत्किमपि इदानीम् आकारः ज्ञानस्य आकारः अस्ति, आकाशः घटपकार्यं प्रति अन्यथा सिद्धः इति तदनन्तरं किमपि हेतुः अस्ति तस्य तत्कारणस्य अधीनत्वात् इति, इत्युक्ते शब्दस्य कारणम् इति ज्ञात्वा एव घटस्य कारणं वक्तुम् अस्ति वा न वा चिन्तयितुं शक्नुमः इति कृत्वा कारणत्वमेव अन्यज्ञानस्य अधीनमस्ति. भवतु, तर्हि इदानीम् अस्य ज्ञानम् एतद् ज्ञानं तत्र विषयविशेष्यतासम्बन्धेन कुत्र अस्ति, अपि च प्रकारतासम्बन्धेन कुत्र अस्ति इति चिन्तनीयम्. आकाशः अन्यथा सिद्धः, आकाशः अन्यथा सिद्धः, अहं चिन्तयामि अन्यथा सिद्धः इत्यत्र विशेष्यता ज्ञानं विशेष्यता रूपेण विशेषतासम्बन्धेन अन्यथा सिद्धत्वे वर्तते. उत्तमम् इति अस्ति खलु, समीचीनम्. अत्र अन्यथा सिद्धत्वमेव विषयः अस्ति खलु, मुख्यविषयः अस्ति. घटम् इति नास्ति, आकाशः इति नास्ति, विषयः नास्ति अत्र. विषयः ज्ञानस्य विषयः मुख्यविषयः कः इति चेत् अन्यथासिद्धत्वम् इति एव विषयः. तर्हि अन्यथासिद्धत्वे विशेष्यता अस्ति. अत्र प्रकारः कः, कीदृश अन्यथासिद्धत्वम् इति चेत् तत्र अन्यत् सर्वं प्रकारतायाम् आगच्छति, प्रकारे आगच्छति खलु, अन्यत् सर्वं. तर्हि इदानीं पश्यतु, अत्र अन्यतासिद्धत्वम् इति तावत् तावत् चिन्तयामश्चेत् पर्याप्तम्, अस्य अस्य अवगमनार्थं तावत् अवगच्छामश्चेत् समीचीनम्. इत्युक्ते अन्यतासिद्धत्वे विशेष्यता अस्ति, ज्ञानस्य ज्ञानं विशेष्यतासम्बन्धेन अन्यतासिद्धत्वे अस्ति. वस्तुतः अन्यतासिद्धत्वम् इति विशेष्यं भवति वा वाक्ये, विशेष्यं भवति वा विशेषणं भवति वा? अन्यतासिद्धत्वमिति केवलं धर्मः अस्ति खलु. अन्यतासिद्धत्वं कुत्रचित् भवेत्, आकाशे अस्ति. अन्यतासिद्धत्वं विशेषणम् अस्ति, अन्यतासिद्धः आकाशः. अस्तु, एवम् एवं स्वीकुर्मः, आकाशः अन्यतासिद्धः इति वाक्यम्. घटकार्यं प्रति इति एतत् सर्वं त्यजेम. आकाशः अन्यतासिद्धः इति ज्ञानम्. अत्र वदतु वेणु महोदय, इदानीं प्रतिपादयतु. तत्र अन्यथासिद्धः इति विशेषणं भवति वाक्ये, वाक्ये विशेषणम् उत्तमं. यथा उन्नतः वृक्षः तत्र उत्तमं, तथैव. किन्तु ज्ञानस्य विशेष्यः कः? अन्यथासिद्धः इति. हा, यथा अत्र पश्यतु, दण्डविशिष्टः पुरुषः मक्षिकावान् इत्यत्र वाक्ये मक्षिकावान् इति विशेषणमस्ति. किन्तु ज्ञानस्य विशेष्यं यथा तथा अत्रापि आकाशः अन्यतासिद्धः इत्यत्र ज्ञानस्य विशेष्यः अस्ति, अन्यतासिद्धः, तदेव मुख्यवार्ता. किन्तु अन्यतासिद्धत्वं कुत्र वर्तते इति चेत् आकाशे वर्तते इति कृत्वा वाक्ये विशेष्यम् अस्ति आकाशः. अतः अत्र तृतीयविधं स्वीकृत्य निर्वहति इति उक्तम्. बुद्धं वा? हा, इति अस्ति. श्रीराम महोदय, बुद्धं वा? आं महोदय, अवगच्छामि. तु किञ्चित् पुनः चिन्तनरूपेण किञ्चित् प्रयासं कृत्वा आगच्छामि. हा, यथा मया कृतं कृतमपि च प्रेषितं तथा सर्वे कुर्वन्तु. आकाशः अन्यतासिद्धः इति वाक्यं तत्र. आकाशः इति विशेष्यमस्ति, अन्यतासिद्धः इति विशेषणमस्ति. किन्तु आकाशः अन्यतासिद्धः इति ज्ञानस्य आकारः इति स्वीकुर्मश्चेत् तत्र ज्ञानम् अन्यतासिद्धे विशेष्यतासम्बन्धेन वर्तते. अन्यतासिद्धनिष्ठविशेष्यतानिरूपितज्ञानम् आकाशनिष्ठप्रकारतानिरूपकज्ञानम् इति भवति. किन्तु वस्तुतः अन्यतासिद्धः इति विशेष्यमस्ति आकाशस्य इति कृत्वा अत्र तृतीयविधः. तर्हि त्रिविधकार्यकारणभावयोः मध्ये कः भेदः इति चिन्तयामश्चेत् प्रथमविधकार्यकारणभावे एकं विशेषणम् अन्यद्विशेष्यं तावदेव. द्वितीयविधकार्यकारणभावे विशेषणं विशेष्ये अस्ति, पुनः विशेषणे अन्यः विशेषणमस्ति. विशेषणं तस्मात् अधः विशेषणं, तस्मात् अधः विशेष्यम् इति आकारः द्वितीयविधकार्यकारणभावे. तृतीयविधकार्यकारणभावे विशेषणं तस्मात् अधः विशेष्यं, पुनः उपरि विशेषणं. किन्तु ज्ञानस्य विषयः कः इति चेत् तत्र द्वितीयविशेषणं यदस्ति तदेव. बुद्धं वा? पुनः वदामि, सर्वे चिन्तयन्तु मनसि. चित्रम् इत्युक्ते प्रथमविधकार्यकारणभावे विशेषणं दण्डः, विशेष्यं पुरुषः इति आकारः. अपि च ज्ञानस्य विशेष्यः कः इति चेत् पुरुषः. ज्ञानस्य प्रकारः कः इति चेत् दण्डः इति प्रथमविधकार्यकारणभावः. तत्र क्लेशः एव नास्ति, साक्षात्. द्वितीयकार्यकारणभावः विशेष्यं, ज्ञानस्य विशेष्यम् इति भवति. तत्तु वाक्ये अपि विशेष्यमेव अस्ति, भूतलम् इति विशेष्यं। भूतलस्य विशेषणं किम् इति चेत् दण्डीपुरुषवत् इति विशेष्यम्। दण्डीपुरुषवत् इति पुनः तत्र दण्डः विशेषणमस्ति खलु, तर्हि दण्डः दण्डीपुरुषे अस्ति, दण्डीपुरुषः भूतले अस्ति, अत्र ज्ञानस्य विशेष्यः अस्ति भूतलं, ज्ञानस्य प्रकारः अस्ति दण्डीपुरुषवत्। इति द्वितीयविधम्। अस्तु, इदानीं तृतीयः प्रकारः अस्ति दण्डीपुरुषवत् इति भूतलमेव, न तदेव आकारः अस्ति खलु, प्रकारः कः इति चेत् दण्डीपुरुषवत्। अस्तु भवतु, तर्हि तत्र दण्डिन अत्र विशेषणम् इति किम् इति चेत् दण्डीपुरुषवत् भूतलं दण्डीपुरुषवत् इति वाक्ये विशेषणं किम्? दण्डीपुरुषवत्, दण्डीपुरुषवत्। अस्तु, किन्तु ज्ञानस्य आकारः ज्ञानं प्रकारतासम्बन्धेन कुत्र वर्तते इति चेत् दण्डीपुरुषः दण्डीपुरुषे वर्तते इति वक्तव्यं, दण्डीपुरुषे वर्तते इति वक्तव्यम्। तर्हि दण्डीपुरुषे दण्डीपुरुषस्य ज्ञानार्थम् अत्र अवच्छेदकानां ज्ञानमपि अपेक्षितमस्ति, पुरुषत्वस्य अपेक्षा अस्ति, दण्डस्यापि अपेक्षा अस्ति, अतः विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम् इति उक्तम्। बुद्धं वा? अस्तु, इदानीं तृतीयं, तृतीयम् अस्ति दण्डविशिष्टः पुरुषः मक्षिकावान्। अस्तु, अत्र दण्डविशिष्टः पुरुषः, दण्डः कुत्र अस्ति? पुरुषे अस्ति। मक्षिका कुत्र अस्ति? पुरुषे अस्ति। किन्तु इदानीं वाक्ये विशेष्यं किम् इति चेत् मक्षिकावान् इत्येव विशेष्यमस्ति वाक्ये खलु, न वस्तुतः वाक्ये क्षम्यतां, वाक्ये मक्षिकावान् इति विशेषणमस्ति विशेषणं, किन्तु अत्र विशेष्यः कः? ज्ञानस्य विशेष्यः कः? ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते इति चेत् किं वदति? तत्र मक्षिकावान् इत्येव वक्तव्यं, न मक्षिकावान् नास्ति, मक्षिका इत्येव वक्तव्यम्। यथा दण्डपुरुषवत् इति विशेषणं, किन्तु दण्डपुरुषः प्रकारः अस्ति, तथा अत्र विशेष्यता कुत्र भवति इति चेत् मक्षिकायां वर्तते विशेष्यता, खलु? ज्ञानं विशेष्यतासम्बन्धेन मक्षिकायां वर्तते, किन्तु मक्षिका कुत्र वर्तते इति चेत् पुरुषे वर्तते, अपि च तस्मिन्नेव पुरुषे दण्डः अपि वर्तते इति कृत्वा इदानीं चित्रं कथं भवति इति चेत् द्वितीय उदाहरणम् इव न भवति, दण्डः तस्य अधः पुरुषः, तस्मात् उपरि मक्षिका सत्यम् इति अस्ति। द्वितीय उदाहरणे दण्डः तस्मात् अधः पुरुषः, तस्मात् अधः भूतलम् इति कृत्वा एव अत्र पुरुषः विशेष्यः भवति, मक्षिकायाः मक्षिका विशिष्टः अस्ति खलु, तर्हि अत्र मक्षिका इति मक्षिकावान् इति विशेषणं भवति इति कृत्वा पुरुषः विशेष्यः भवति, अतः एव विशेष्यता अवच्छेदकप्रकारकज्ञानम् इति उक्तम्। अस्तु, किन्तु अत्र अस्माभिः किं कृतं, सर्वे पश्यन्तु, मुक्तावल्यादिग्रन्थेषु द्रष्टव्यम् इति लिखितम् आचार्येण, मुक्तावल्यादिग्रन्थेषु किं लिखितं भवति तदेव अस्माभिः इदानीं चिन्तितम्। अस्तु, अहं किं करोमि तदनन्तरं यदा समयः लभ्यते मुक्तिकाः मुक्तावलीग्रन्थे पश्यामि एतद् एतादृशमेव लिखितं वा न वा इति, किन्तु अदृष्ट्वा स्वयमेव अस्माभिः चिन्तितम्। उत्तम अभ्यासः महोदय, तर्हि चित्रं रचयन्तु सर्वे. अस्य पङ्क्तिः यद् अस्मिन् पङ्क्तौ यदस्ति तस्मिन् विषये चित्रं रचयन्तु. इत्युक्ते अत्र विशेषणविशेषः कः, वाक्ये विशेषणविशेष्यं किम्, अपि च विशेषणतासम्बन्धेन किं कुत्र भवति, विशेषतासम्बन्धेन कुत्र भवति, तादृशचिन्तनं चित्रं रचनीयमस्ति. तदा एव समीचीनबोधः जायते. अस्तु, सर्वत्र च उपयोगात् अस्माभिः ते इह विशदतया निरूपिताः. किमर्थम् अत्र विशिष्टज्ञानादिजनकनिरूपणं कृतम् इति चेत् तेषां प्रयोगः अस्ति. आदिमकार्यकारणभावस्य निर्विकल्पकज्ञाननिर्वाहाय तस्य प्रयोजनं भवति. द्वितीयविधं कार्यकारणभावः परामर्शज्ञान निर्वाहाय प्रयोजकं भवति. तृतीयं तु अत्र अन्यतासिद्धनिरूपणे प्रयोगं भवति इति कृत्वा अत्र कार्यकारणभावः निरूपितः, विशदतया निरूपितः इति आचार्येण उक्तम्. अस्तु, प्रश्नाः सन्ति वा? स्वामिमहोदय अवगच्छति वा? महोदय करणीयं महोदय. आम्, निश्चयेन करोतु, तदा एव बोधः जायते. किन्तु अपि च एतद् मुख्यमस्ति, कृपया करोतु. नो चेत् यैः अत्र मनसि आक्टिव् रूपेण चिन्तितमस्ति तैः एव अवगन्तुं शक्यते. केवलं शृणोति चेत् अत्र मननं करणीयम् इति, तदेव भेदः श्रवणस्य मननयोः मध्ये. श्रवणे केवलं श्रवणं भवति, तदा तस्मिन् विषये चिन्तनीयं, स्वचिन्तनं करणीयं, तदा एव ज्ञानं लभ्यते. अस्तु, स्वभावज्ञानमस्ति. न न, अत्र विस्मरणमपि भवति, विस्मरणमपि भवति. स्वचिन्तनं नास्ति चेत् संस्कारः, दृढसंस्कारः न जायते. अस्तु, तर्हि भवानेव अग्रे पठतु महोदय. सप्रकारकज्ञानप्रभेदाः इति अस्ति खलु? आम् महोदय, अत्रैव सप्रकारकज्ञानप्रभेदाः निरूप्यन्ते. अत्र आदौ विशिष्टज्ञानं घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं भूतलं घटवत् इति. अस्तु, प्रथमं शीर्षकं किम् इति प्रतिपादयति वा? सप्रकारकज्ञानप्रभेदाः. प्रत्यक्षज्ञानं, प्रत्यक्षज्ञानमस्ति सविकल्पकं निर्विकल्पकं. तस्मिन् सविकल्पके इत्युक्ते सप्रकारके अपि प्रभेदाः सन्ति. किं उत्तमं, किन्तु केवलं प्रत्यक्षे, प्रत्यक्षज्ञाने एव सविकल्पकज्ञानं भवति वा? न, अनुमाने अपि अस्ति महोदय. हा, इति कृत्वा अत्र सप्रकारकज्ञानप्रभेदाः इति एव उक्तं, न तु प्रत्यक्षसप्रकारकज्ञानप्रभेदाः इति कृत्वा एते प्रभेदाः अनुमाने, शाब्दे, उपमाने अपि भवति महोदय. किन्तु निर्विकल्पकं केवलं शाब्दे अथवा प्रत्यक्षे, न न, प्रत्यक्षे एव, शाब्दे नास्ति महोदय. किं प्रत्यक्षे? केवलं प्रत्यक्षज्ञाने एव निर्विकल्पकज्ञानं भवति. किम् अवगच्छति वा, प्रश्नः अस्ति वा? इदं किञ्चित् कथं शाब्दे न भवति इति न चिन्तितम् अतः. न, इदं किञ्चित् इति शब्दरूपेण कोऽपि, प्रथमं दृष्ट्वा एव इदं किञ्चित् इति मया उक्तम्. अदृष्ट्वा कोऽपि मयि वदति चेत् इदं किञ्चित् इति किं, कः बोधः जायते? ऐ एम् सीयिङ्ग् सम्थिङ्ग् अण्ड् ऐ डोण्ट् नो वाट् इट् इस्. ऐ एम् सीयिङ्ग् दिस् इस् सम्थिङ्ग्. If somebody, I am not even seeing something, somebody tells me this is something, what knowledge will come from there? This is something means what? He has to, I have to see that, no? Satya. Haa, tarhi, kimapi pradarshya idam kinchit idhi vadati che tatra shabdabodha jnanam nasti. Atra pratyaksha jnanam asti. Yadi kimapi drishtva, ayam gataha idhi vadati che तत्र शाब्दज्ञानं भवति. शाब्दबोधज्ञानं भवति, किन्तु तत् सविकल्पकज्ञानमस्ति, अयं घट इति ज्ञानम्, इदं किञ्चित् इति नास्ति, खलु तर्हि शाब्दं तस्य कार्यं नास्ति, प्रत्यक्षमस्ति. अस्तु वदतु, अत्र प्रथमबिन्दौ प्रथमविध सप्रकारकज्ञानं किम्? भूतलं घटवत् इति ज्ञानम् अस्ति. विशिष्टज्ञानं कुत्र विशेष्यता? विशिष्टज्ञानम् अनन्तरं पश्यतु, यद् भवता पठितं तस्य तस्य विवरणं ददातु. तत्र आदौ विशिष्टज्ञानं, विशिष्टज्ञानम् इति प्रथमविधप्रभेदः अस्ति. महोदय तावदेव. तर्हि प्रथमविधप्रभेदस्य नाम किम् इति चेत् विशिष्टज्ञानम्. विशिष्टज्ञानम् इत्युक्ते किम् इति चेत् केवलम् एकः विशेषणमस्ति, एकं विशेष्यमस्ति, भूतलं घटवत् इत्यत्र घटवत् इति विशेषणं, भूतलम् इति विशेष्यं. कति विशेषणानि सन्ति? एकमेव. कति विशेष्यानि सन्ति? एकमेव. एकमेव. तर्हि भूतलं घटवत् इति सामान्यज्ञानं, विशिष्टज्ञानं भवति. अयं घटः इति ज्ञानं कीदृशज्ञानम्? एकं प्रथमविधं महोदय. अस्तु, तत्र विशेष्यं किं, प्रकारः कः अयं घटः इत्यत्र? प्रकारता घटे अस्ति, अतः प्रकारता घटे अस्ति वा? भूतलं घटवत् इत्यत्र विशेष्यं किं, विशेषणं किम्? घटः भूतले अस्ति. महोदय प्रकारता न, प्रथमं वाक्ये विशेषणं किं, विशेष्यं किं, तदेव वदतु. विशेषणं घटः महोदय, विशेष्यं भूतलम्. उत्तमम्, उत्तमम् इति कृत्वा घटवत् इति वाक्ये घटवत् इति विशेषणं, भूतलम् इति विशेष्यं, खलु महोदय? आं महोदय. तर्हि घटः विशेषणमस्ति, घटे प्रकारता अस्ति, भूतले विशेष्यता अस्ति. ज्ञानं विशेष्यतासम्बन्धेन भूतले वर्तते, ज्ञानं प्रकारतासम्बन्धेन घटे वर्तते, घटवत् भूतलम् इति ज्ञाने. तयोः मध्ये संसर्गः, संयोगः अस्ति. बुद्धं वा? आं महोदय. एवम् अयं घटः इति ज्ञाने वदतु. अयं घटः, घटः एव विशेष्यम्, अयं विशेषणम्. अयं विशेषणं वा महोदय? अस्तु, सत्यभाम भगिनी किञ्चित् साहाय्यं करोतु. महोदय, अयम् इति, अयं घटः इति ज्ञानस्य आकारः. ज्ञानं विशेष्यता सम्बन्धेन घटे अस्ति, प्रकारतासम्बन्धेन अयमि अस्ति. अयमि अस्ति वा? अस्मिन् घटः अस्मि, अयम् इति एतत् घटम् इति एव खलु? एतत् एव घटम्, अयं घटः इति वाक्यं. तत्र व्याकरणविषये कृपया वा चिन्तयतु, व्याकरणरीत्या समीचीनमेव. अयम् इति पुल्लिङ्गः अस्ति, इदं शब्दस्य पुल्लिङ्गप्रथमाविभक्तिः एकवचनरूपम् अयम्. एतद् तृतीयवारम् अहं पृच्छामि. गते वर्गे अपि मया पृष्टं, पूर्वतनवर्गे अपि मया पृष्टं, वर्षा भगिन्या उत्तरं दत्तम्. अस्तु, श्रीराममहोदय वदतु. घटत्वं अयं घटः इति ज्ञाने घटत्वं प्रकारः अस्ति, घटः विशेष्यः अस्ति. अयं घटः इति वाक्ये अयम् इति विशेषणं, घटः इति विशेष्यं, किन्तु ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते इति चेत् घटे वर्तते. प्रकारतासम्बन्धेन कुत्र वर्तते इति चेत् घटत्वे वर्तते. स्मरणे आगच्छति किम्? आं महोदय. यु हाव् टु बि वेरि क्लियर् अबौट् दिस्. अयं घटः इत्यत्र प्रकारविषयः किमपि वाक्येन उक्तं चेदपि तत्र घटत्वं गृहीत्वा एव अयं घटः इति ज्ञानं जायते. तर्हि तत्र प्रकारः कः इति चेत् घटत्वम्. अस्तु, स्वामिमहोदय भवतः एव अन्यः प्रश्नः. नीलो घटः महोदय, तत्र प्रकारत नीलत्वे अस्ति, घटः एव विशेष्यतम. प्रकारता नीलत्वे अस्ति वा नीले अस्ति वा? नीले, नीले अस्ति. किमर्थं नीले अस्ति न तु नीलत्वे? नीलत्वं कुत्र अस्ति? नीलत्वं नीले अस्ति महोदय. हा, न तु घटे खलु? आं महोदय, घटे. घटे किमस्ति? घटे घटत्वमस्ति. भो अत्र घटे घटे नील घटे नील नीलवर्णमस्ति महोदय. हा, तर्हि अतः एव प्रकारः इत्युक्ते नीलम् इति वक्तव्यं, न तु नीलत्वं. नीलत्वं तु नीले अस्ति, नीलरूपे अस्ति, किन्तु नीलरूपमेव घटे अस्ति इति कृत्वा प्रकारः कः इति चेत् नीलरूपमिति वक्तव्यं. प्रकारता नीले अस्ति न तु नीलत्वे. बुद्धं वा? महोदय धन्यवादः महोदय, उत्तम उदाहरणं टु मेक् मी अण्डर्स्टाण्ड्. सो यु हाव् टु सी क्लियर्लि वाट् इस् वाट्. अस्तु, एतद् इदं नीलरूपम् इत्यस्मिन् वाक्ये विशेष्यः कः? ज्ञानम्. अस्तु, इदं नीलरूपम् इति ज्ञानं जातम् महोदय. अत्र ज्ञानं विशेष्यतासम्बन्धेन कुत्र अस्ति, प्रकारतासम्बन्धेन कुत्र अस्ति? इदं नीलरूपम्, इदं नीलम् इति, नो चेत् इदं नीलरूपं यत्किमपि. नीलरूपं महोदय, तर्हि रूपे विशेष्यता अस्ति, नीले प्रकारता अस्ति. रूपे विशेष्यता अस्ति नास्ति. नीलः विशेष्यं, नीलत्वम् इति प्रकारः. हा, नीलरूपम् इति विशेष्यं, नीलरूप. अत्र रूपम् इत्युक्ते रूपं भिन्नं, रूपस्य विशेषणं नीलमिति नास्ति. अत्र नीलम् इत्यनेन किम् उक्तम् इति चेत् केवलस्वरूपप्रतिपादनम् अस्ति अत्र. नीलम् इति रूपं, नीलम् इति रूपं, नीलरूपम् इति समस्तपदम्. रूपस्य महत्वं नास्ति महोदय, केवलम् इदं नीलमपि पर्याप्तमेव. हा, समीचीनम्. अत्र इदं नीलम् इत्युक्ते अवबोधः न जायते इति कृत्वा नीलरूपम् इति मया उक्तं, तावदेव महोदय. नीलस्य स्वरूपमेव रूपम् इति कृत्वा. अस्तु, तर्हि बुद्धं वा? इदं नीलम् इति ज्ञानस्य ज्ञानं विशेषतासम्बन्धेन नीले अस्ति, प्रकारतासम्बन्धेन कुत्र अस्ति? नीलत्वे अस्ति महोदय. तर्हि हा, नीलत्वे अस्ति. अस्तु, केवलम् एकम् इतोपि एकः प्रश्नः. इदं नीलत्वम् इति ज्ञानम्। आं महोदय, तर्हि इदं नीलत्वं विशेष्यता भवति नीलत्वं, प्रकारता भवति नीलजातिः। नीलजाति नीलत्वम् इति जातिः नास्ति वा? नीलत्वं तु जातिः एव महोदय। तर्हि नीलजातिः इत्युक्ते किम्? तस्य उपरि नीलत्वम् इति जातौ विशेष्यता उक्ता भवता। धर्मः विषये तु ज्ञानं विशेष्यं। नो, यु नो, यु आर् कन्फ्यूसिङ्ग् युर् सेल्फ् बै थिङ्किङ्ग् मोर् देन् वाट् इस् रिक्वैर्ड्। आल् दट् यु नीड् टु डू इस् टु आड् वन् त्व प्रत्यय। नीलत्वत्वे प्रकारता तावदेव महोदय। अयं घटः इति ज्ञाने घटे विशेष्यता, घटत्वे प्रकारता। इदं नीलम् इति ज्ञाने नीले विशेष्यता, नीलत्वे प्रकारता। इदं नीलत्वम् इति ज्ञाने नीलत्वे विशेष्यता, नीलत्वत्वे प्रकारता। इट्स् वेरि सिम्पल्। बुद्धं वा महोदय? केवलं संस्कृतं संस्कृतमेव नास्ति त्वम् इति योजनं, किन्तु तत् कृत्वा किम् इति मनसि न आगच्छति, अत एव। सत्यं, किन्तु नीलत्वम् इदं नीलत्वम् इति ज्ञानं, ब्लूइश्, दिस् इस् ब्लूनेस्, यु आर् टेलिङ्ग् सम्बडि दिस् इस् ब्लूनेस्। तादृशज्ञाने सर्वेषु ज्ञानेषु त्रयः विषयाः भवन्ति एव खलु? भवति महोदय। सो हा, इत्यतः एव तत्र अयं घटः इति ज्ञाने घटत्वे प्रकारता इति उक्तम्। इवन् दो वि आर् नाट् स्पेसिफिकलि टाकिङ्ग् अबौट् घटत्वं, वितौट् घटत्व, वितौट् नोयिङ्ग् घटत्वं वि केनाट् नो घट। देर् फोर् घटत्वे प्रकारः अस्ति, घटत्वे प्रकारता अस्ति इति यथा वदेम तथा अत्रापि। ओके, तर्हि प्रथमविधज्ञानमस्ति विशिष्टज्ञानम् इति, यत्र एकः एव विशेषणम्, एकः एव विशेष्यं, तादृशज्ञानं सामान्यज्ञानमस्ति। भूतलं घटवत्, अयं घटः, नीलो घटः, इदं नीलम्, इदं नीलत्वम् इत्यादिक इत्यादि आकारकम्। उत्तमं, तर्हि इदानीं द्वितीयं पठेम। अस्तु, शिवराम महोदय अस्ति किं, पठति वा? धन्यवादः। द्वितीयं संशय। आम् आं महोदय। संशयः द्वितीयः इदमपि विशिष्टज्ञानं, वक्षमाणानि समुच्चयादीनि अपि तथैव, परन्तु प्रकारतादिभेदात् संज्ञाविशेषकरणं तत् अत्र संशयः पर्वतः वह्निमान् वा इति इति अकारके, अत्र इति आकारकः, आकारके इति आकारकः, अत्र वाक्ये नयः अभावः अर्थः। स च अभावः वह्निपदप्रयोगात् वह्निरेव, तथा च ज्ञानेऽस्मिन् पर्वतः विशेषः, वह्निः वन्यभावः एतौ प्रकारौ। अग्रे अपि पठनीयं वा? अस्तु, तावत् वदतु, तदनन्तरं पठेम। तावद् वदतु। संशय इदमपि विशिष्टज्ञानं, वक्षमाण न महोदय, भवान् किञ्चित् विवरणं करोतु, संशयः अस्तु। सति मम भगिनी भवती विवरणं कर्तुम् इच्छति वा? प्रयत्नं करोतु. आं महोदय, तत्र द्वितीयप्रकारः ज्ञानम् उक्तमस्ति संशयः इति. शिवरां महोदय कृपया म्यूट् मध्ये भवतु महोदय. तद् समुच्चयादीनि अपि तथा एव संशयः अपि च समुच्चयः तदपि विशिष्टज्ञानम् एव. परन्तु प्रकारदादिभेदात् संज्ञाविशेषणकरणं तयोः संज्ञा भिन्नभिन्ननाम दत्तमस्ति. यतोहि प्रकारदभेदमस्ति इति कृत्वा प्रथमज्ञानस्य नास्ति महोदय. संशयस्य अपि च समुच्चयस्य एव प्रकारदः भेदः नास्ति. नास्ति अत्र पश्यतु, इदमपि विशिष्टज्ञानं. प्रथमविध प्रथमविध ज्ञानं किम्? घटनिष्ठु उदाहरणं नाम किं? प्रथमविधनामस्य ज्ञानस्य नाम किं? सप्रकारकज्ञानस्य विशिष्टज्ञानं. हा, तर्हि प्रथमविधज्ञानस्य नाम अस्ति विशिष्टज्ञानं. द्वितीयविधज्ञानस्यापि इदमपि विशिष्टज्ञानम् इति उक्तं खलु? आम्. किन्तु अस्य नाम संशयः इति कृतः. यद्यपि इदमपि ज्ञानं विशिष्टज्ञानं तथापि अत्र भिन्नसंज्ञा दत्ता. ओके, किमर्थम् इति चेत् परन्तु प्रकारतादिभेदात् संज्ञाविशेषकरणम् इत्युक्ते भिन्ननाम कृतं किमर्थं दत्तमिति चेत् तत्र प्रकारतादिभेदात् इति उक्तं. तस्य अर्थः कः? अत्र एकः एव प्रकारः तद् विशेष्यता तत् ज्ञानं निर्दिशति. परन्तु इदानीं भगिनि पुनः वदतु समये, अत्र बहु किमपि वदति. अत्र इत्युक्ते कुत्र? प्रथमज्ञाने विशिष्टज्ञाने घट एक एव प्रकारता तत् तावदेव वदतु. विशिष्टज्ञाने प्रथमविधविशिष्टज्ञाने एकस्मिन् एव प्रकारता एकस्मिन् एव प्रकारता. इदानीं वह्निमान् न वा अत्र पर्वतः विशेष्यमस्ति. तस्मिन् प्रकारता द्वयं दत्तमस्ति. वह्नि अस्ति वा न वा इति. हा, इति भेदः. तर्हि द्वितीयविधविशिष्टज्ञाने संशयज्ञाने प्रकारद्वयं वर्तते. अपि च प्रकारद्वयं वर्तते इति चेत् संशयः न भवति. इत्युक्ते उन्नतः नीलः घटः, बृहत् नीलः घटः इति यदि अहं वदामि, अत्र कति विधप्रकाराः सन्ति? कति प्रकाराः सन्ति? द्विविधमस्ति. तर्हि अत्र बृहत् नीलः घटः इति संशयज्ञानं वा? नास्ति, अत्र द्वयमपि भवति. तर्हि संशयस्य लक्षणं किम्? प्रकारद्वयं भवेत् किन्तु तयोः प्रकारयोः मध्ये कीदृशभावः भवेत्? एकस्मिन् अन्योन्य अभावः. एकमस्ति चेत् अन्यं नास्ति इति. वह्नि अस्ति चेत् वह्नि अभावः न भवति. न भवति इति न वक्तव्यम्. अत्र प्रकारद्वयम्, अत्र प्रकारद्वौ कौ वदतु? वह्नि अपि च वह्नि अभावः. हा, तर्हि वह्निः अपि च वह्नि अभावः. यदि तादृश एकम् अपि च तस्य अभावः इति द्वयमपि प्रकाररूपेण यदि एकस्मिन् विशेषे अस्ति तादृशज्ञानं संशयः इति. बृहत् अपि च नीलम् अनयोः मध्ये अभावः, परस्पर अभावः नास्ति खलु? इत्युक्ते नास्ति. इति कृत्वा तत् संशयं न भवति. यद्यपि तस्मिन् ज्ञाने प्रकारद्वयं वर्तते तथापि सः संशयः न भवति. संशयज्ञाने किं भवति इति चेत् वह्निः तस्य अभावः, नो चेत् एकं तस्य अभावः इति. यत्र प्रकारद्वयं वर्तते तादृशज्ञानं संशयज्ञानम् इति उक्तम्. अग्रे भवती एव पठतु. तत्र तत्र वाक्ये वा इति पदप्रयोगः अपि प्रयोगः अपि भवति. तस्य प्रयोगः तत्रैव भवति यत्र वाक्ये विद्यमानयोः पदयोः यौ अर्थौ तदा तयोः मध्ये एकः एव कश्चित् भवेत् न उभौ. एकः एव भवति इति श्रुत्वा झटिति प्रतियोगितानिरूपणाय निरूपितः विरोधः परिस्फुरति. सः विरोधः तयोः इत्याकाङ्क्षायां तद्बोधकपदसत्त्वेन वह्नि अभावयोः विरोधः इति ज्ञायते. तत्र वाक्ये वा इति पदप्रयोगः भवति. अत्र वह्नि मा न वा इति तदेव संशयात्मकम् इति. हा उत्तमम्. इत्युक्ते एकः एव प्रकारद्वयोः मध्ये एकः एव यत्र भवितुम् अर्हति इत्युक्ते द्वयोः विरोधः भवेत्. यत्र द्वयोः प्रकारद्वयं भवेत् अपि च तयोः मध्ये परस्परविरोधः भवेत् इति. तादृशप्रकारद्वयं यस्मिन् ज्ञाने वर्तते तादृशज्ञानमेव संशयः. अस्तु, अत्र विरोधः इत्यत्र द्विविधविरोधः अस्माभिः अधीतं खलु पूर्वं, तत् मनसि अस्ति वा? सहनवस्था, सः अनवस्थानविरोधः, पुनः वध्यघातकविरोधः. वध्यघातः, अस्तु. तर्हि अत्र कीदृशविरोधः परामृष्टः अस्ति? सः अनवस्थानविरोधः. हा उत्तमं, सः अनवस्थानविरोधः एव. इत्युक्ते नकुलसर्पभूतलं, नकुलसर्पवद् भूतलम् इति यदि वदामः तत्र यद्यपि प्रकारद्वयमस्ति, नकुले अपि प्रकारता अस्ति, सर्पे अपि प्रकारस्य अस्ति, द्वयोः मध्ये विरोधः अस्ति, किन्तु सः अनवस्थानविरोधः नास्ति तत्र. इत्युक्ते एषः नकुलः वा सर्पः वा इति सन्देहः यदा कदापि न भवति खलु? न भवति. हा, यद्यपि तयोः मध्ये विरोधः अस्ति तत्र सः अनवस्थानविरोधः नास्ति इति कृत्वा अत्र विरोधः संशयज्ञाने प्रकारयोः मध्ये कीदृशविरोधः भवेत् इति चेत् सः अनवस्थानविरोधः भवेत्. एकः एव कश्चित् भवति, भवेत् न उभौ इति तादृशसन्दर्भः यत्र अस्ति तत्र एव संशयः इति वक्तुं शक्यते. तर्हि एकं ज्ञानं संशयात्मकं वा न वा इति संशयः भवति चेत् तत्र कथं निर्णेतव्यम् इति चेत् एतादृशचिन्तनं कृत्वा निर्णेतव्यम्. बुद्धं वा? आं बुद्धं महोदय. हा, इत्युक्ते एषः सर्पः वा नकुलः वा इति संशयः, वस्तुतः तादृशसंशयः एव न भवति, भ्रान्ते एव तादृशसंशयः भवति. नकुलः वा सर्पः भवति कथं वा तत्र सन्देहः भवति? इत्युक्ते उभयमपि सः न जानाति. अस्तु, अग्रे पठतु भगिनि. निरूपणसौकर्याय संशयबोधकवाक्यमादाय ज्ञानस्य स्वभावः वर्णितः, परन्तु शब्दात् परामर्शात् वा न एवंविधं ज्ञानं ज्ञायते किन्तु इन्द्रियेण एव इति नव्यनैयायिकानां मतं तत्तु उद्ग्रन्थेभ्यः अवगन्तव्यम् एतादृशज्ञानम् इन्द्रियेण एव भवति न तु शब्दात् वा परामर्श वा न भवति इति यतोहि वह्नि एतादृशज्ञानम् इत्युक्ते कीदृशज्ञानं संशयज्ञानम् हा उत्तमं संशयज्ञानं नव्यनैयायिकानां मतं किम् इन्द्रियेण एव भवति न तु शब्दात् वा परामर्शात् हा तर्हि यथा निर्विकल्पकज्ञानं केवलं प्रत्यक्षेन एव जायते इति उक्तं तथा सविकल्पकसंशयात्मकज्ञानम् अपि प्रत्यक्षेन एव जायते इति नव्यनैयायिकानां मतम् बुद्धं वा किमर्थं ते तादृशं ते वदन्ति इति स्वचिन्तनं करोतु किमर्थं शब्दात् नो चेत् परामर्शात् इत्युक्ते अनुमानप्रमाणेन संशयज्ञानं किमर्थं न भवितुम् अर्हति अस्तु अन्येषां चिन्तनमस्ति चेत् कृपया वदन्तु महोदय शब्दस्थले यदा अहं कोऽपि रामः इति वदति तदा मम मनसि रामः वा कृष्णः वा वदति इति संशयः न भवति इति वा उत्तमं रामस्य एकः एव अर्थः अस्ति खलु एषः रामः इति शाब्दबोधं यदा मया प्राप्यते तथा रामः इति शब्दस्य एकः एव अर्थः अस्ति खलु रामः रामत्वं यस्मिन् अस्ति सः एव रामत्वम् अपि च रामस्य अभावत्वं द्वयमपि रामे नास्ति खलु रामः इत्यत्र एकमेव अर्थः भवति इति कृत्वा एवं परामर्शात् इति तत्र तत्र तत्र वदतु परामर्शात् तत्र व्याप्तिज्ञानं सहायकः अस्ति तत्र व्याप्तिज्ञानं वदति यत्र यत्र धूमः तत्र तत्र वह्नि इति निश्चितज्ञानम् अस्ति स्मरणे तदा कुत्र कथं वा धूमं दृष्ट्वा तत्र वह्नि न भवति अस्ति वा नास्ति वा इति कथं वयं वक्तुं शक्नुमः अस्ति इत्येव ज्ञानं भवति व्याप्तिज्ञानम् इति कारणे व्याप्तिज्ञानम् अस्ति इति कारणे अस्तु तर्हि इतोपि एकमेव एकः एव प्रश्नः पर्वतः वह्निमान् वा न वा इति आकारकज्ञानं केन प्रमाणेन लब्धम् वह्निमान् इति आकारकज्ञानं तत्र न वह्निमान् इति आकारः नास्ति समीचीनतया वदतु पर्वतः वह्निमान् वा न वा इति आकारकज्ञानं तदेव संशयज्ञानस्य आकारः अस्ति खलु सत्यं तत्र प्रत्यक्षेनैव संशयः भवति प्रत्यक्षेन वा न वा इति भवति वा इदानीं तत्र धूमं दृष्ट्वा तत्र वह्निमान् न वा इति कथं भवति प्रत्यक्षेन भवति हा इति चिन्तनीयं खलु अत्र भवता समीचीनतया उक्तम् एषः रामः इति श्रुत्वा रामः वा कृष्णः वा इति सन्देहः न जायते सत्यं व्याप्तिज्ञानं समीचीनमस्ति चेत् तत्र वह्निः अस्ति वा न वा इति संशयः न जायते इति कृत्वा अनुमानस्तरे न भवति इति तु सत्यं किन्तु अत्र यदुक्तं संशयः पर्वतः वह्निमान् न वा इति आकारकम् आकारकः संशयः केन प्रमाणेन जायते इति चेत् प्रत्यक्षेन जायते वा इति चेत् तत्रापि सन्देहः वर्तते वस्तुतः खलु सत्यं। तर्हि तत्र इतोपि किञ्चित् चिन्तनीयमस्ति, वस्तुतः अत्र अग्रे तदेव दत्तमस्ति। अस्तु, इदानीं समयः जातः, तर्हि आकाङ्क्षा जाता कथं वदति इति। भवतु, प्रत्यक्षेन एषः संशयः जायते इति नव्या मध्ये नव्यानां नास्ति, सर्वेषां नैयायिकानां मतमस्ति। तर्हि कथं प्रत्यक्षेन जायते इत्युक्ते तत्र विशेषता कुत्र वर्तते, प्रकारता कुत्र वर्तते इति चिन्तयति चेत् प्रत्यक्षेन कथं जायते इति ज्ञातुं शक्नुमः। अस्तु, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः।